reciting 140 most important verses from the Bhagavad Gita for memorization. Dedicated to His Divine Grace A.C. Bhaktivedanta Swami Prabhupada and His Holiness Jayapataka Swami Maharaj. Shri Bhagavanu Vacha Kutastva Kashmalam Midam Vishame Samupastitam Anarya Jushtam Asvargyam Akirti Karam Arjuna Karpanya Dosho Bhata Swabhavaha Pritcha Mitvam Dharma Sammuda Chetaha Yachraya Hasyan Nishchitam Bruhitan Me Shishyaste Ham Shadi Mam Tvam Prapannam Shri Bhagavanu Vacha Ashochananva Shochastvam Prajna Vadamscha Bhashase Gatasuna Gatasumscha Nanu Shochanti Panditaha Natvevaham Chatunasam Natvam Neme Janadipaha Nachaiva Nabhavishyamaha Sarve Vayamataha Param Dehi Nosmin Yata Dehi Kaumaram Yauvanam Jara Tatha Dehantara Praptir Dhiras Tatra Namuhyati Matra Sparshastu Kaunteya Shitoshna Sukha Dukkadaha Agama Paino Nityas Tam Stitikshasva Bharata Yam Hinavyata Yantyete Purusham Purusharshabha Samadukha Sukham Dhiram Somritatvaya Kalpate Nasato vidyate bhavo, na bhavo vidyate satah Ubayor apidrishtvantas, tvanayos tatvadarshivihi Avinashitu tadvidhi, yena sarvam idam tatam Vinasham avyayasyasya, na kaschit kartumarhati Antavanta imedeha, nityasyoktaha sharirinaha Anashino aprameyasya tasmad yudhyasva bharata Najayate mriyate va kadachin Nayam bhutva bhavita vana bhuyaha Ajo nityaha shashvato yam purano Nahanyate hanyamane sharire Vasamsi jirnani yata vihaya Navani grihnati naroparani Tatha sharirani vihaya jirnani Anyani samyati navani dehi Nainam chindanti shastrani Nainam dahati pavakaha Nachainam kledayantyapo Nashoshayati marutaha Jatasya hi dhruvo mrityur Dhruvam janma mritasya cha Tasmada pariharyerthe Natvam shochitumarhasi Sukha dukhe same kritva Labha labhau jaya jayo Tato yudhyaya yudhyasva Naivam papam avapsyasi Neha vikramana shosti Pratyavayona vidyate Svalpam apyasya dharmasya Trayate mahato bhayat Vyavasayatmika buddhir Ekeha Guru Nandana Bahu Shakahyanantascha Buddhayo Abhyavasayinam Bhogaishwarya Prasaktanam Taya Pahrita Chetasam Yavasayatmika Buddhihi Samadhau Navidhiyate Traigunya Vishaya Veda Nistraigunyo Bhavarjuna Nirdvandvo Nitya Sattvastho Niryoga Kshema Atmavan Karmanyevadikaraste Ma Faleshu Kadachana Ma Karma Falahe Durbhur Ma Te Sangostva Karmani Vishaya Vinivartante Niraharasya Dehinaha Rasavarjam Rasopyasya Param Drishtva Nivartate Dhyayato Vishayan Pumsaha Sangaste Shupajayate Sangat Sanjayate Kamaha Kamat Krodho Abhijayate Krodhat Bhavati Sammohaha Sammohat Smriti Vibhramaha स्मृति भ्रंशात् बुद्धिनाशो बुद्धिनाशत् प्रणश्यति। यज्ञार्थात् कर्मणो यत्र लोकोऽयं कर्म बन्धनः तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर। यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः भुञ्जते ते त्वगहं पापा ये पचन्त्यात्मकारणात्। अन्नात् भवन्ति भूतानि पर्जन्यादन्नसम्भवः यज्ञात् भवति पर्जन्यो यज्ञकर्म समुद्भवः। यद्यदाचरति श्रेष्ठस्तद्दद् एवेतरोचनः स यत् प्रमाणं कुरुते लोकस्तद्दनुवर्तते। प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः अहङ्कारविमूढात्मा कर्ताहम् इति मन्यते। मयि सर्वाणि कर्माणि सञ्जस्याध्यात्मचेतसा निराशिर्निर्ममो भूत्वा युध्यस्व विगतज्वरः। श्रीभगवानुवाच काम एष क्रोध एष रजोगुणसमुद्भवः महाशनो महापाप्मा विद्येनं ह्य वैरिणम्। श्रीभगवानुवाच इमं विवश्वते योगं प्रोक्तवानहमव्ययम् विवस्वान्मनवे प्राह मनुरिक्ष्वाकवे ब्रवीत्। एवं परम्परा प्राप्तम् इमं राजर्षयो विदुः सकाले नेह महता योगो नष्टः परन्तपः। स एवायं मया तेत्य योगः प्रोक्तः पुरातनः भक्तोऽसि मे सखा चेति रहस्यं हि एतदुत्तमम्। श्रीभगवानुवाच बहूनि मे व्यतीतानि जन्मानि तव चार्जुन तान्यहं वेद सर्वाणि न त्वं वेदः परन्तप। अजोऽपि सन् अव्ययात्मा भूतानाम् ईश्वरोऽपि सन् प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया। यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं शुचाम्यहम्। परित्राणाय साधूनां विनाशाय च दुष्कृतां धर्मसंस्थापनार्थाय सम्भवामि युगे युगे। जन्म कर्म च मे दिव्यम् एवं यो वेति तत्त्वतः त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन। वीतरागभयक्रोधा मन्मया मामुपाश्रितः बहवो ज्ञानतपसा भूता मद्भावमागतः। ये यथा मां प्रपद्यन्ते तां तथैव भजाम्यहम्। मम वर्तमानुवर्तन्ते मनुष्याः पार्थ सर्वशः चातुर्वर्ण्यं मया सृष्टं गुणकर्मापि भागशः तस्य कर्तारमपि मां विद्यकर्तारमव्ययम्। न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृशा इति मां योऽपि जानाति कर्मभिर्न स भद्यते। तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया उपदिक्षन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः। यज्ञात्वा न पुनर्मोहम् एवं यास्यसि पाण्डवा येन भूत्यानशेषाणि द्रक्ष्यस्यात्मन्यथो मयि। विद्याविनयसम्पन्ने ब्राह्मणे गविहस्तिनि शुनि चैव श्वपाके च पण्डिताः समदर्शिनः। ये हि सम्पर्ष्यजा भोगा दुःखयोनय एव ते आद्यन्तवन्तः कौन्तेय तेषु रमते बुधः। भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरं सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिं रच्छति। Shri Bhagavan Uvacha Anashritah Karma Phalam Karyam Karma Karotiyah Sasanyasi Cha Yogi Cha Naniragnir Na Chakriyah Bandhuratmatmanastasya Yenatmaivatmanajitah Anatmanastu Shatrutve Varte Tatmaiva Shatruvat Yuktahara Viharasya Yukta Chetasa Karmashu Yukta Swapnava Bodhasya Yogo Bhavati Dukkaha Sanischayena Yoktavyo Yogo Anirvinna Chetasa Sankalpa Prabhavan Kamams Tyaktva Sarvama Chetasaha Manasaivendriya Gramam Viniyamya Samantataha Chanchalam Himana Krishna Pramathi Balavatridam Tasyaham Nigraham Manye Vayo Rivasudushkaram Shri Bhagavan Uvacha Asamshayam Mahabaho Mano Durnigraham Chalam Abhyasena Tu Kaunteya Vairagyena Chagrihyate Prapya Punya Kritam Lokan Ushtitva Shashvati Samah Shuchinam Shrimatam Gehe Yoga Prashto Vijayate Yoginam Api Sarvesham Matkate Nantaratmana Shraddhavan Bhajate Yomam Same Yuktatamo Mataha Shri Bhagavan Uvacha Maya Saktamanah Partha Yogam Yunjanmadashrayah Asamshayam Samagrammam Yathajnyasyasi Tachrunu Manushyanam Sahasreshu Kaschit Yatiti Siddhaye Yatatam Api Siddhanam Kaschin Mameti Tatvataha Bhumirapona Lobayuhu Khammano Buddhirevacha Ahankara Iti Yamme Bhinna Prakritirashtadha Apareyam Mitastvanyam Prakritim Vidime Param Jeeva Bhuta Mahabaho Yayedam Dharyate Jagat Etadyoni Nibhutani Sarvani Tyupadharaya Aham Krishnasya Jagataha Prabhavaha Pralayastatha Mataha Parataram Nanyat Kinchidasti Dananjaya Mai Sarvam Idam Protam Sutre Manigana Iva Rasoham Apsu Kaunteya Prabhasmi Shashi Suryayoho Pranavaha Sarva Vedeshu Shabdaha Khe Paurusham Rishu Bijam Mam Sarva Bhutanam Vidiparta Sanatanam Buddhir Buddhi Matam Asmi Tejas Tejasmi Namaham Balam Balavatam Chaham Kamaraga Vivarjitam Dharma Viruddho Bhuteshu Kamosmi Bharatarshaba Tribir Kunamayir Bhavair Nibihi Sarvamidam Jagat Mohitam Nabi Janati Mame Vyaha Paramavyayam Daivihi Esha Kunamayi Mama Maya Duratyaya Mame Vaye Prapadyante Maya Metam Tarantite Namam Duskriti No Mudaha Prapatyante Naratamaha Mayaya Pahritajnana Asuram Bhavamashritaha Chaturvidha Bhajante Mam Janaha Sukriti Norjuna Artho Jignasur Arthati Jnani Cha Bharatarshabha Bahunam Janmanamante Jnanavan Mam Prapadyate Vasudevaha Sarvamiti Samahatma Sudurlabaha Kamaistaistair Tajnanaha Prapadyante Nyadevataha Tam Tam Niyamamasthaya Prakritya Niyatasvaya Antavattu Phalam Tesham Tadbhavati Yalpamedasham Devan Devaya Joyanti Madbhaktayanti Mamapi Avyaktam Vyaktimapannam Manyate Mama Buddhayah Param Bhavam Ajananto Mama Vyayam Anuttamam नाहं प्रकाशः सर्वस्य योगमाया समावृतः मूढोऽयं नापि जानाति लोको मामजमव्ययम् वेदाहं समतीतानि वर्तमानानि चार्जुन भविष्यानि च भूतानि मां तु वेद न कश्चन इच्छा द्वेष समुत्तेन द्वन्द्वा मोहेन भारत सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप येषां त्वन्तगतं पापं जनानां पुण्यकर्मणां ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरं यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः यं यं वापि स्मरन् भावं त्यजत्यन्ते कलेवरं तं तमेवैति कौन्तेय सदा तद्भावभावितः तस्मात् सर्वेषु कालेषु मामनुस्मरयुध्य च मय्यर्पितमनो बुद्धिर्मामेवैष्यस्य संशयः मामुपेत्य पुनर्जन्म दुःखालयम् अशाश्वतम् नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः आब्रह्मभुवनालोकाः पुनरावर्तिनोऽर्जुन मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते सहस्रयुगपर्यन्तम् अहर्यद्ब्रह्मणो विदुः रात्रिं युगः सहस्रान्तां ते होराधा विदो जनाः भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते रात्यागमिवशः पार्ता प्रभवत्यहरागमे परस्तस्मात्तु भावोऽन्यो व्यक्तो व्यक्तात् सनातनः यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति अव्यक्तोऽक्षर इति युक्तस्तमाहुः परमां गतिं यं प्राप्य न निवर्तन्ते तत्ताम परमं मम श्रीभगवानुवाच इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ज्ञानं विज्ञानसहितं यज्ञात्वा मोक्षयसे शुभात् राजविद्या राजगुह्यं पवित्रमिदमुत्तमं प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् अश्रद्धदानाः पुरुषा धर्मस्यास्य परन्तप अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि मया ततमिदं सर्वं जगदव्यक्तमूर्तिना मत्स्थानि सर्वभूतानि न चाहं तेष्वस्थितः मया अध्यक्षेन प्रकृतिः सूयते सचराचरं हेतुनानेन कौन्तेय जगद्विपरिवर्तते अवजानन्ति मामूढा मानुषं तनुमाश्रितं परं भावं अजानन्तो मम भूतामहेश्वरं मोघाशामोघकर्माणो मोघज्ञानाविचेतसः राक्षसिंहासुरं चैव प्रकृतिं मोहिनीं श्रिताः महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् यान्ति देवव्रता देवान् पितृन्यान्ति पितृव्रताः भूतानि यान्ति भूते च यान्ति मत्याजिनोऽपि मां पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति तदहं भक्तिपहृतम् अश्नामि प्रयतात्मनः यत्करोषि यदश्नासि यच्चुहोषि ददासि यत् yat tapasyasi kaunteya tat kurushva madarpanam samoham sarva bhuteshu name dveshyosti na priyah ye bhajanti tu mam bhaktya mai te teshu chapyaham api chetsu duracharo bhajate mamananyabhak sadureva samantavya samyak vyavasito hisah kshipram bhavati dharmatma shashvak chantim nigacchati kaunteya prati janihi name bhaktah pranashyati mamhi patavya pashatya yepi syu papayonayah striyo vaishyastatha shudras tepi yanti param gatim manmana bhava madbhakto madhyaji mam namaskuru mame vaishyasi yuktvaivam atmanam matparayanah etam vibhutim yogam cha mama yoveti tatvatah so vikalpena yogena yujyate natra samshayah aham sarvasya prabhavo matah sarvam pravartate iti matva bhajante mam budha bhava samanvitah machitta madgata prana bodayantah parasparam kathayantascha mam nityam tushyanti charamanti cha tesham satata yuktanam bhajantam priti purvakam dadami buddhi yogam tam yena mam upayanti te tesham evanukampartham aham ajnanajam tamah nashayam atma bhavastho jnana deepena bhasvata arjuna uvacha param brahma param dhama pavitram paramam bhavan purusham shashvatam divyam adidevam ajam vipum ahustvam rishayah sarve devarshir naradastatha asito devalo vyasah svayam chaiva bravishime yadyad vibhuti matsatvam shrimadurjitam evava tattad evavagacchatvam mama tejopshasambhavam kleshodhikaratastesham avyakta sakta chetasam avyakta hi gatir dukkham dehavadbhiravapyate kshetrajnam chapi mam vidhi sarvakshetreshu bharata kshetrakshetrajnanurjnanam yattajnanam matam mama indriyarteshu vairagyam anahankara evacha janma mrityu jara vyadhi dukkha doshanu darshanam karya karana kartritve hetuh prakritiruchyate purushah sukha dukkhanam bhoktritve heturuchyate purushah prakritisto hi bhunkte prakriti jan gunan karanam guna sangosya sad asad yoni janmasu sarva yoni shu kaunteya murtaya sambhavantiyah tasam brahma mahatyonir aham bija pradaha pita urdhvam gacchanti sattvastha madhye tishtanti rajasah jaghanya guna vrittistha adho gacchanti tamasah mam chayo vyabicharena bhakti yogena sevate sagunan samatityaitan brahma bhuyaya kalpate brahmano hi pratishthanam amritasya vyayasya cha shashvatasya cha dharmasya sukhasya ikantikasya cha nirmana moha ajita sanga dosha adhyatma nitya vinivritta kamaha dvandvair vimukta sukha dukkha samyair gacchantya mudah padam avyayam tat na tad bhashyate suryo na shashakno na pavakah yad katva na nivartante tathama paramam mama mamaivamsho jivaloke jivabhutah sanatanah manah shashtanindriyani prakritirstani karshati sarvasya chaham hriti sannivishto matah smritirjnanam apohanam cha vedeshya sarvairahameva vedyo vedantakrit vedavit eva chaham pravritim cha nivritim cha janana vidurasuraha na shaucham na pichacharo na satyam teshu vidyate asatyam aparishtam te jagadahuranishwaram aparasparasambhutam kimmanyat kamahaitukam etam drishtim avashtabhya nashtamanolpa buddhayah abhavantyugra karmanah kshayaya jagato hitah tanaham dvishtah kruran samsareshu naradhaman kshipamyajasram ashubhan asurishveva yonishu shamodamastapah shaucham kshantir arjavamevacha jnanam vijnanam astikyam brahma karma swabhavajam krishi goraksha vanijam vaishya karma swabhavajam paricharyatmakam karma shudrasyapi swabhavajam brahma bhuta prasannatma na shochati na kankshati samasarveshu bhuteshu madbhaktim labate param bhaktya mama vijanati yavanyashashmi tatvatah tato mam tatvato jnatva vishate tat anantaram chetasa sarva karmani mayi sanyasya matparah buddhi yogam upashritya machittah satatam bhava ishvarah sarva bhutanam hriddesherjuna tishtati brahmamayan sarva bhutani yantrarudhani mayaya manmana bhava madbhakto madhyaji mam namaskuru mamai vaishyasi satyam te pratijane priyosi me sarvadharman parityajya mamekam sharanam raja aham tvam sarva papebhyo mokshayishyami mashuchah ya idam paramam guhyam madbhakteshvabhidhashyati bhaktim mayi param kritva mamai vaishyati samshayah na cha tasman manushyeshu kaschin me priyakrittamah bhavita na cha me tasmat anyah priyataro bhuvi yatra yogeshwarah krishno yatra partho dhanurdharah tatra shrir vijayo bhutir dhruvani tirmatir mama